गतरविवासरे अस्माभिः किं पठितम् एकवारं कोऽपि वक्तुम् इच्छति वा संक्षिप्तरीत्या? सुमन महोदय, आं महोदय, नमस्कारः, एकवारं वदतु गतरविवासरे अस्माभिः किं कृतम्? किञ्चित् नूतन कान्सेप्ट्स् पठितवन्तः. तुल्यबले सूत्रे किम् इति, तुल्य बलविरोधः अपि किम् इति पठितवन्तः. एतादृशं सर्वं पठनस्य आवश्यकता का? क्षम्यताम्, एतत् सर्वं पठनस्य आवश्यकता का? किमर्थं पठनीयम्? कदाचित् एतत् भवति एकं स्थले एव एकस्मिन् काले एव एकस्मिन् स्थले एव द्वे सूत्रे सूत्रद्वयं कार्यं कर्तुं शक्नोति इति. तस्मिन् समये कथं निर्णय करणीयं, किं सूत्रं कार्यं करोति, किं न करोति इति अस्ति. तर्हि अष्टाध्याय्यां सूत्राणां क्रमः तु अस्ति, परन्तु तत् क्रमः प्रक्रियानुसारक्रमः नास्ति. यतोहि अस्माभिः पठितं यत् समासकृते यानि सूत्राणि सन्ति ते आरम्भे सन्ति, परन्तु सन्धिकृते ये सूत्राणि सन्ति ते अन्ते सन्ति, परन्तु तादृशक्रमं तु क्रमः तु कोऽपि नास्ति. तर्हि एतत् सर्वं किमर्थं कृतं? लघुत्वस्य कृते कृतं. तर्हि अस्माभिः ज्ञातव्यं यत् यदा प्रक्रिया भवति, किं सूत्रं पूर्वम् आगच्छति प्रक्रियायां, किं सूत्रम् अनन्तरम् आगच्छति प्रक्रियायां, तथापि एकस्मिन् एव स्थले एकस्मिन् एव प्रसङ्गे यदि बहूनि सूत्राणि आगच्छन्ति, तर्हि किं सूत्रं प्रथमं कार्यं करोति, तदनन्तरं किं सूत्रं द्वितीयं कार्यं करोति, तृतीयं कार्यं करोति, एतत् सर्वं ज्ञातव्यम् अस्माभिः. अतः सूत्राणां बलाबलम् इति विषयस्य महत्त्वम् अस्ति. अस्तु, तर्हि महोदय धन्यवादः. तदनन्तरं एषः विषयः किञ्चित् क्लिष्टकरः अस्ति, एतत् अहं मन्ये, यत् ऐ थिङ्क् दिस् सब्जेक्ट् इस् अ बिट् डिफ़िकल्ट्. अतः शनैः शनैः कुर्याम, वारं वारं पठामश्चेत् अस्मिन् विषये अस्माकं नैपुण्यं वर्धते. तर्हि एकवारं पुनः पठामः. किञ्चित् ओवर्लेप् भवति, परन्तु तद् भवतु, यतोहि तद् आवश्यकः अस्ति इति अहं मन्ये. अस्तु, तर्हि लीना दोषी महोदय अस्ति खलु? अस्मि महोदय. नमस्ते महोदय. अत्र करपत्रस्य आरम्भे एव महाभाष्यवाक्यमस्ति. महाभाष्यवाक्यम् अन्यत्र अन्यत्र लब्ध अवकाशयोः एकत्र प्राप्तिः तुल्यबलविरोधः. लब्धः अवकाशः यस्य तत् लब्धावकाशं सूत्रम्. यदि द्वे सूत्रे स्तः ययोः द्वयोः अपि अन्यत्र क्वचित् कार्यं कर्तुम् अवकाशः अस्ति, अपि च यदि इमे द्वे सूत्रे युगपत् एकस्मिन् स्थले कार्यं कर्तुम् आगच्छतः, तर्हि इमे द्वे सूत्रे तुल्यबले इति उच्यते. अपि च समासस्थले सोरि समानस्थले समानकाले कार्यं कर्तुं तयोः द्वयोः यः परस्परः सङ्घर्षः सः तुल्यबलविरोधः इति उच्यते. किं लिखितम् अस्मिन् महाभाष्यवाक्ये? यत्र सर्वस्य कृते वदतु, महाभाष्यं कस्य ग्रन्थः? महाभाष्यम् इति टीका अस्ति अष्टाध्याय्यां, यस्मिन् अभ्यङ्करमहोदयेन पतञ्जलिमहाभाष्यं तस्य मराठी भाषान्तरणम् अभ्यङ्करमहोदयेन कृतं, तत् मया स्मृतम्, अतः क्षम्यताम्. महाभाष्यं पतञ्जलिमहोदयेन कृतमस्ति. एकैकं सूत्रं स्वीकृत्य तस्य उपरि या चर्चा अस्ति तद् महाभाष्यम् इति उच्यते. अतः अस्मिन् महाभाष्ये ये वाक्यानि सन्ति तस्य अतीवमहत्त्वम् अस्ति. अत्र अस्मिन् महाभाष्यवाक्ये तुल्यबलविरोध नाम किम् इत्यस्य व्याख्या नाम डेफिनेशन् कृतम् अस्ति. यदा द्वे सूत्रे स्तः तस्य इण्डिविजुवल् कार्यं कुत्रापि भवति अपि, तथा च कस्मिन् अपि अवसरे द्वयोः अपि एकत्र प्रसक्तिः अस्ति, तदा कस्य सूत्रस्य योजना कर्तव्या इति निश्चयं यदा कर्तव्यमस्ति तदा अस्य महाभाष्यवाक्यस्य उपयोगः उपयोगं भवति. यदा द्वे सूत्रे युगपत् एकस्मिन् स्थले कार्यं करोति तथा च अन्यत्र अपि तस्य अवकाशः अपि अस्ति, तदा एव तुल्यबलः विरोधः इति उच्यते. तर्हि किम् आवश्यकमस्ति? यत् बहूनि सूत्राणि एकत्र एकस्मिन् एव स्थले युगपत् इत्युक्ते किं महोदय? युगपत् एकम् एव स्थाने एकमेव काले सैमल्टेनियस्लि, यत् आङ्ग्लभाषायां सैमल्टेनियस्लि एट् द सेम् टैम् तस्य तयोः सूत्रयोः तत्र प्रसक्तिः भवेत्. तदनन्तरं न केवलम् एकस्मिन् एव स्थले एकस्मिन् एव काले प्रसक्तिः भवेत्, अपि तु तयोः सूत्रयोः अन्यत्र अपि अवकाशः भवेत्. स्वतन्त्र अवकाशः तेषां स्वतन्त्र अवकाशः अपि अस्ति. आम्, एतद् अस्ति चेत् तत् सूत्राणां तत्र नाम अस्ति, तत् सूत्रे तुल्यबले इति उच्यते, तुल्यबले. तदा तयोः द्वयोः मध्ये यः परस्परः सङ्घर्षः अस्ति तस्य नाम अस्ति तुल्यबलविरोधः. अस्तु, तर्हि महोदय भवती एव वदतु, अत्र सुपि च बहुवचने झल्येत् सूत्रे किं कुरुतः तयोः मध्ये? सुपि च इति सूत्रं वदति अदन्त अङ्गस्य अकारस्य दीर्घादेशः भवति. यञि सुपि नाम सुप्रत्ययः अस्ति, तथा च ये प्रत्याहारे तत् सुप्रत्ययः अस्ति चेत् तत् अङ्गस्य अकारस्य दीर्घः नाम आकारः भवति. तद् यय प्रत्याहारे सुप्रत्ययस्य कः वर्णः भवति? आदौ यत् वर्णः अस्ति तत् नाम ययादि सुप्रत्ययः. ययादि सुप्रत्ययः उदाहरणरूपेण अत्र वृक्षयोगाभ्याम् इति कृतमस्ति. अत्र भ्याम् इति ययादिसुप्रत्ययः अस्ति, अतः वृक्ष इति अदन्त अ अकारान्तशब्दः अस्ति, तस्य आ भवति, अतः वृक्षः योग आ योग भ्याम् इति वृक्षाभ्याम् इति भवति. तथा च बहुवचने झल्येत् इत्यत्र यदि बहुवचनं सुप्रत्यय झल् प्रत्याहार सुप्रत्यय झल् प्रत्याहारस्य वर्णः अस्ति तदा अङ्गस्य अदन्त अङ्गस्य ए भवति. नाम बहुवचने वृक्ष तथा च सुप्रत्ययः सप्तमी बहुवचनस्य प्रत्ययः अस्ति तदा वृक्ष इति अकारान्त अङ्गस्य एकारान्तं भवति, वृक्ष ए वृक्ष हलन्तं वृक्ष योग ए योगसु इति वृक्षेषु इति रूपं भवति. अत्र बहुवचनम् अस्ति अतः एकारः अस्ति. तथा सुपीच मध्ये अत अकारान्त अङ्गस्य दीर्घत्वं भवति. नाम सुपीच बहुवचने झल्यत् इति स्वतन्त्रं रूपेण कार्यं करोति अत्र. तर्हि बहुवचने झल्येत् इति सूत्रम् अस्मिन् एव उदाहरणे यथा वयं यथा अस्माभिः दृष्टं स्वतन्त्रे कार्यं कर्तुं शक्नोति, तस्य अवकाशः भवति. तथैव सुपि च अपि स्वतन्त्रकार्यं कर्तुं शक्नोति, तस्य अवकाशः भवति. यथा हि वृक्षाभ्याम् अस्ति, तत्र स्वतन्त्रं कार्यं कर्तुं शक्नोति, अवकाशः अस्ति. अस्तु, तर्हि अधुना महोदय अस्तु, तर्हि धन्यवादः महोदय. धन्यवादः. अस्तु, अग्रे कः अस्ति? मदर् महोदय. यत् बहुवचने झल्ये सुपि च अपि च एतयोः सुत्रयोः अन्यत्र अन्यत्र अन्यत्र अवकाशः भवति. अधुना महोदय एकम् उदाहरणम् ददातु यत्र सङ्घर्षः वृक्षयोगः भ्याम् इति स्थितौ सङ्घर्षः अस्ति. वृक्षयोगः ब्यस् इति अत्र अस्ति, तत्र सङ्घर्षः भवति. किमर्थं चेत् ब्यस् इति यज्ञादि सुप्रत्ययः अस्ति, अतः सुपि च इति सूत्रस्य कार्यं प्रसक्तिः अस्ति. तदनन्तरं ब्यस् अपि बहुवचने सुप्रत्ययः, अतः बहुवचन जल्येत् इति अपि प्रसङ्गः अस्ति. अतः द्वे सूत्रे कार्यम् अत्र करोति, अतः तुल्यविरोधः अस्ति अत्र. तर्हि अधुना प्रश्नः अस्ति, तुल्यविरोधः अस्ति, तर्हि प्रश्नः अस्ति कस्य सूत्रस्य कार्यं भवति? सुपि च कार्यं करोति अथवा बहुवचने झल्ये? अस्तु, तर्हि तद् वयम् अग्रे पठामः. तदनन्तरम् एकम् अन्य उदाहरणम् अस्माभिः पठितं गतरविवासरे. अत्र एव योग एव वा तत् उदाहरणम्? इदानीं पठामि वा महोदय? प्रथमम् एकम् उदाहरणं द्रष्टव्यं, लिखितमस्ति खलु? इदानीम् अस्माकम् उदाहरणं तदेव महोदय. अत्र एव योग अत्र एव दशायां किं भवति इति प्रायः तत्र वृक्षयोगः वृक्षयोगः विक्षयोः अत्र किं भवति इति पश्यामः. व्यस् यादि सुप्रत्ययः अतः सुपि च इत्यस्य प्रसक्तिः अस्ति. व्यस् जलादि बहुवचनार्थं सुप्रत्ययः अतः बहुवचने जलिये इत्यस्य प्रसक्तिः. द्वे अपि सूत्रे अन्यत्र लब्ध अवकाशे अपि च तयोः अधुना एकत्र प्राप्तिः वृक्षयोगः व्यस् इत्यस्यां स्थितौ. अतः अत्र तुल्यबलविरोधः वर्तते. द्वयोः सूत्रयोः कस्य अर्थ अत्र अवकाशः भवेत् इति निर्णेतुम् अग्रे पठेम. प्रथमं एकम् उदाहरणं द्रष्टव्यं यत्र द्वयोः सूत्रयोः एकत्र प्राप्तिः अस्ति परन्तु तुल्यबलविरोधः नास्ति. अत्र योगः एव. अस्यां दशायां किं भवति इति प्रायः सर्वे जानीमः परन्तु शास्त्रीयदृष्ट्या कथं सिद्ध्यति इति पक्षेम. अत्र द्वयोः सूत्रयोः प्रसक्तिः अस्ति आद्गुणः च वृद्धिरेचि च. आद्गुणः अवर्णात् अचिपरे पूर्वपरयोः स्थाने गुणसंज्ञकः एकादेशः स्यात्. अत्र अनुवृत्तिसहितसूत्रम् आत् अचि पूर्वपरयोः एकत्र गुणः संहितायाम् अत्र अत्र उदाहरणे अत्र एव योगः इति अत्र आत् गुणस्य प्रसक्तिः अस्ति. किमर्थं चेत् आत् गुणः वदति अवर्णात् परे अच्वर्णः अस्ति चेत् गुणः भवति इति उक्तं. ततः तस्य अनन्तरं यदि कोऽपि अच् अस्ति तर्हि तस्य गुणः भवति. तर्हि अच् वर्णस्य अवर्णस्य उभयोः स्थाने एकम् एव गुणसंज्ञकवर्णः नाम अत्र योगः एव अस्ति अवर्णः अस्ति तस्य अनन्तरम् एकारः अचुवर्णस्य स्थाने किं भवति एकारः किमर्थम् एकारः गुणः भवेत् इति कारणं. तर्हि रूपं किं भवति सन्धिं कृत्वा अत्रैव अत्रैव इति भवति. तर्हि आद्गुणः वदति अत्र योगः एव तस्य सन्धिं कृत्वा रूपं भवति अत्रैव अस्तु तर्हि धन्यवादः महोदय अग्रे विजि महोदय अस्ति खलु विजि गोविन्दराजन् अधुना वदतु. नमस्ते महोदय. वृद्धिरेचि वृद्धिरेचि अवर्णात् एचि परे वदतु महोदय. मीना महोदय अत्र एव अत्रैव किल अत्रैव तद् आद्गुणः वदति अत्र योगः एव अत्रैव भवतु. अधुना वृद्धिरेचि परन्तु वृद्धिः भवति तत्र किल आगच्छति एतदेव वयम् अधुना लिखितमस्ति तदेव वयं पठामः. एकवारं यदा सर्वं समाप्तं भवति तदा भवत्याः प्रश्नस्य उत्तरं स्वयमेव आगच्छति प्राप्नोति. वृद्धिरेचि अवर्णात् एचि परे पूर्वपरयोः स्थाने वृद्धिसंज्ञकः एकादेशः स्यात्. वृद्धि अनुवृत्तिसहितसूत्रम् आत् एचि पूर्वपरयोः एकः वृद्धिः संहितायां किं लिखितम् इति अवर्णात् एचि परे अकारात् परम् अच्वर्णः स्यात् चेत् अवर्णस्थाने ये वृद्धिसंज्ञक एकादेशः भवति महोदय अच्वर्णः एकवर्णः सारि इत्युक्ते किम् ए ऐ ओ औ तर्हि किल वर्णः अस्ति तस्य अनन्तरं यदि ए ऐ ओ औ सन्ति चेत् ऐ औ इति आदेशः भवति ऐ औ इति आदेशः भवति इति वृद्धिरेचि इति सूत्रेण उक्तम् तर्हि इदं सूत्रं यदि कार्यं करोति तर्हि अत्र योगः एव तस्य रूपं किं भवति अत्रैव इति भवति अतः आद्गुणः इति सूत्रस्य अपवादसूत्रः इति वृद्धिरेचि तद् वयम् अग्रे पश्यामः अपवादः परन्तु अधुना प्रश्नः अधुना वयं द्रष्टुं शक्नुमः यत् आद्गुणः वदति अत्रैव करोतु वृद्धिरेचि वदति अत्रैव करोतु तर्हि अत्र एकस्थले एकस्मिन् स्थले एकस्मिन् काले वृद्धि आद्गुणः इति सूत्रं सूत्रस्य प्रसक्तिः अस्ति तदनन्तरं वृद्धिरेचि इति सूत्रं एचि परे वृद्धिसंज्ञा स्यात् इति अपि भवति उक्तं तस्मिन् समये प्रश्नः उदेति किं सूत्रं कार्यं करोति कार्यं कर्तुम् अर्हति इति प्रश्नः उदेति महोदय उत्तमं तस्य प्रश्नस्य निवारणार्थं तुल्यबलं तुल्यबलविरोधः इति द्रष्टव्यं तुल्यबलविरोधः अस्ति वा नास्ति वा इति तदेव प्रथमः प्रश्नः खलु प्रथमः प्रश्नः तुल्यबल विरोधः अस्ति वा न अनन्तरं अस्ति चेत् किं सूत्रं कार्यं करोति इति निर्णयं करणीयं परन्तु अत्र तुल्यबलविरोधः अस्ति वा नास्ति वा इति द्रष्टव्यं तर्हि अधुना विधि महोदय अग्रे पठतु इदानीम् अस्माकम् उदाहरणम् अत्र योगः एव पूर्वम् अकारः अस्ति पश्चात् एकारः एकारः अचि अपि अस्ति एचि अपि अस्ति अतः द्वयोः सूत्रयोः प्रसक्तिः एकत्र प्राप्तिः अस्ति अत्र किं भवति गुणसन्धिः वा वृद्धिसन्धिः वा अधुना द्रष्टव्यं यत् तुल्यबलविरोधः अस्ति न वा तुल्यबलविरोधार्थं द्वयोः सूत्रयोः अन्यत्र लब्ध अवकाशः भवेत् अत्र योगः एव इत्यस्य दशायाम् आद्गुणकार्यं करोति चेत् वृद्धिरेचि इत्यस्य अन्यत्र अवकाशः भविष्यति वा नैव एचि यदि गुणसन्धिः भवति तर्हि वृद्धिरेचि इति सूत्रं निर्व्यापारं नाम सुतरां व्यर्थं भविष्यति तस्य कार्यं कर्तुं कुत्रापि अवकाशः न भविष्यति अस्यां दशायां द्वे अपि सूत्रे अन्यत्र लब्ध अवकाशो न स्तः अतः तुल्यबलविरोधः नास्ति आद्गुणः इति सामान्यं वृद्धिरेचि इति विशेषः यस्य सूत्रस्य कार्यक्षेत्रं लघु अस्ति अन्यस्य अपेक्षया यस्मात् कारणात् अत्र लब्ध अवकाशो सति कार्यं न करोति चेत् अन्यत्र अवकाशो नैव प्राप्स्यते तत् सूत्रम् अपवादम् अपवादः इत्युच्यते वृद्धिरेचि आद्गुणः इति सूत्रस्य अपवादः अतः आद्गुणः इति सूत्रं बाधितं भवति वृद्धिरेचि इति सूत्रेण किं लिखितम् अतः आत् आत्योगः एव इति सूत्र एकारः अचि प्रत्याहारे अपि अस्ति एचि प्रत्याहारे अपि अस्ति अतः द्वयोः सूत्रयोः प्रसक्तिः स्तः एकत्र प्राप्तिः अस्ति अत्र गुणसन्धि वा वृद्धिसन्धि वा इति प्रश्नः अधुना तुल्यबलविरोधः अस्ति वा न वा इति चर्चां कुर्मः अन्यत्र सूत्रम् अन्य भाष्यं वदति अन्यत्र लब्ध अवकाशः भवेत् तुल्यबलविरोधार्थं द्वयोः सूत्रयोः अन्यत्र लब्ध अवकाशः भवेत् अत्र योगः एव इति स्थाने आद्गुणककार्यं करोति किन्तु वृत्तिरेचि इति सूत्रम् अन्यत्र कार्यं करोति वा न वृत्तिरेचि इति सूत्रेण अकारात् परं एच् प्रत्याहारस्य वर्णः आगच्छति चेत् अत्र अकारस्थले एच् वृद्धि आदेशः भवति महोदय अत्र इत्यतः वृद्धिरेचि इति सूत्रस्य प्रयोगं न करोति चेत् अत्र वृद्धिरेचि इति सूत्रं निर्व्यापारं सूत्रस्य व्यर्थं भवति इति कार्यं कर्तुम् अवकाशः न भविष्यति वृत्तिरेचि इस् स्पेशल् विशेषसूत्रं भवति अतः अत्र तस्मिन् समये अन्यत्र लब्ध अवकाशको इति न भवति अतः तुल्यबलविरोधः नास्ति किमित्युक्ते वृद्धि आद्गुणः इति सूत्रं समानतया अचिपरे आगच्छति किन्तु वृद्धिरेचि इति सूत्रम् एच् वर्णः अस्ति चेत् केवलम् एच् वर्णः अस्ति चेत् आगच्छति अन्यत्र तस्य सूत्रस्य प्रसक्तिः न भवेत् इति कारणेन अन्यत्र लब्ध अवकाशः न स्तः अतः तुल्यबलविरोधः नास्ति अत्र तुल्यबलविरोधः नास्ति परन्तु अत्र अपवादः अस्ति अपवादः इत्यनेन वृद्धिरेचि इति सूत्रम् आद्गुणः इति सूत्रस्य अपवादः सूत्रम् इति वदामः अतः वृद्धिरेचि कार्यं करोति अतः अत्रैव भवति न तु अत्रैव अत्र योगः एव अत्रैव न तु अत्रैव अस्तु उत्तमं महोदय उत्तमं रीत्या भवत्या कृतं धन्यवादः धन्यवादः यथा महोदया उक्तं वृद्धिरेचि वदति अवर्णस्य अनन्तरम् ए ऐ ओ औ अस्ति चेत् वृद्धि करोतु, परन्तु आद्गुणः वदति यत् अवर्णस्य अनन्तरं कोऽपि स्वरः अस्ति चेत् गुणः करोतु। यदि ए ऐ ओ औ अत्र अपि यदि आद्गुणः एव कार्यं करोति तर्हि वृद्धिरेचि कुत्र कार्यं करोति? कुत्रापि कार्यं न कर्तुं शक्नोति, नाम तस्य अन्यत्र कुत्रापि अवकाशः नास्ति। सूत्र सम्पूर्णरीत्या तस्य सः सूत्रं व्यर्थं भवति, परन्तु वयं जानीमः यत् अष्टाध्यायां लघुत्वस्य कारणेन एकस्याः मात्रायाः अपि तत्र महत्त्वमस्ति। तर्हि सम्पूर्णं सूत्रं व्यर्थमस्ति एतत्तु न भवितुं शक्नोति। अतः यत्र अन्यत्र अवकाशः नास्ति तर्हि प्रथमं तु तत्र तुल्यबलविरोधः इति वक्तुं न शक्नुमः। यदि तुल्यबलविरोधस्य एकः नियमः अस्ति यत् अन्यत्र अवकाशः भवेत्। तदनन्तरम् अत्र वृद्धिरेचि इति सूत्रस्य अपि अन्यत्र अवकाशः न भवति, तस्य कार्यक्षेत्रम् आद्गुण इति सूत्रस्य कार्यक्षेत्रे सम्पूर्णतया आगच्छति, न्यूनम् अपि अस्ति। अतः आद्गुणः सामान्यसूत्रं, वृद्धिरेचि विशेषसूत्रम्। अतः सामान्यसूत्रं विशेषसूत्रं यदा एकत्र युगपत् आगत्य कार्यं कर्तुम् इच्छतः तर्हि सर्वदा विशेषसूत्रं कार्यं करोति। अतः अत्र वृद्धिरेचि कार्यं करोति, न तु आद्गुणः अत्रैव भवति न तु अत्रैव। यदा एतादृशी स्थितिः आगच्छति तत्र अपवादस्थितिः आगच्छति, नाम यत् विशेषसूत्रम् अस्ति तत् सूत्रं सामान्यसूत्रस्य अपवादः इति उच्यते। यत्र अपवादः अस्ति यत् सूत्रम् अपवादः अस्ति तस्य कार्यं सर्वदा प्रथमं भवति। तस्य कार्यं यदा न भवति चेत् कुत्रापि तस्य कार्यं न भवति, सूत्रस्य अवकाशः नास्ति, सूत्रं निरर्थकं भवति। अतः अपवादस्य कार्यं सर्वदा प्रथमं भवति इति वार्ता अस्ति। अस्तु अस्तु तर्हि तर्हि अस्माभिः दृष्टं यत् यदा तुल्यबलविरोधः नास्ति अपि तु अपवादस्थितिः अस्ति तर्हि प्रथमं विशेषसूत्रं कार्यं करोति, अपवादसूत्रं कार्यं करोति इति अस्माभिः दृष्टम्। अस्तु अधुना वयं पठिष्यामः यत् यदि तुल्यबलविरोधः अस्ति अन्यत्र यदि अवकाशः अस्ति तदा किं सूत्रं कार्यं प्रथमं करोति, किं सूत्रं कार्यं न करोति इति अधुना वयं द्रक्ष्यामः। अस्तु तर्हि मीना सुन्दरेशन् महोदय अस्ति खलु, तद् मा पठतु, प्रथमं वदतु भवत्याः प्रश्नस्य उत्तरम् आगच्छति खलु। अवगतं वा महोदय, अत्रैव किमर्थं भवति इति वृद्धिरेचि एव सूत्रं तत्र भविष्यति इति। अस्तु अधुना तत्र तद् विषयः तु समाप्तः, अधुना पठतु तर्हि अत्र तुल्यबलविरोधः नास्ति अपवादसूत्रं। न तत् आद्गुणः इति सूत्रे अचिपरे तत्तु अवगतं, तस्य अनन्तरं यत् अस्ति लिखितं तर्हि अत्र तुल्यबलविरोधः नास्ति, तुल्यबलविरोधः नास्ति तत् पठतु पठतु तत् आद्गुणः इति सूत्रे अचिपरे इत्यस्य इकिपरे इति परितः अर्थः, यतः अकारः परश्चेत् कार्यं बाधितम् अकसवर्णे दीर्घः इत्यनेन, अकारात् एच् परश्चेत् कार्यं बाधितं वृद्धिरेच् इत्यनेन सूत्रेण च वृद्धिशास्त्रस्य अवकाशं कल्पयित्वा तत् भिन्नस्थलेषु गुणशास्त्रप्रवृत्तिः कर्तव्या। अग्रे आद्गुणः अचिपरे अत्र इकिपरे एव इति भवितव्यम्, ऐ मीन् अर्थमेव किमर्थं अकस् आद्गुणः अकः सवर्णे दीर्घः इति सूत्रेण दीर्घः भवति, अकस्समये दीर्घः, तत्र गुणः न भवति अकारात्, अकारात् एच् परश्चेत् कार्यं वृद्धिरेचि इत्यनेन सूत्रेण बाधते. वृद्धिशास्त्रस्य वृद्धिशास्त्रस्य अवकाशं कल्पयित्वा तद् भिन्नस्थलेषु गुणशास्त्रप्रवृत्तिः कर्तव्या. वृद्धिरेचि इति सूत्रं कल्पयित्वा तदनन्तरमेव आद्गुणः भवितव्यम्. तर्हि पठामि किल, पठामि. तर्हि अत्र तुल्यबलविरोधः नास्ति, अतः किं सूत्रं कार्यं करोति इति निर्णेतुं समस्या नास्ति. ओ, अधुना अस्माकं पूर्वतनम् उदाहरणं प्रत्यागच्छाम. वृक्षयोगः ब्यस्, अत्र द्वयोः सूत्रयोः एकत्र प्राप्तिः. सुपि च बहुवचने जल्येत् च, किमर्थं वृक्षभ्यस् सुप्रत्ययमेव, ताभ्यां भ्यस् साङ्गेभ्यां भ्यस् अपि च बहुवचनमेव, बहुवचनमपि. द्वयोरपि अन्यत्र लब्ध अवकाशः, सूत्रद्वयम् अवकाशमस्ति तत्र फलितं. तुल्यबलविरोधः अस्ति, तुल्यबलविरोधः इत्यस्य समानार्थिशब्दः विप्रतिषेधः. समानार्थि समानमर्थम् एव. तुल्यबलविरोधः इत्यस्य समानार्थिशब्दः विप्रतिषेधः. अत्र कस्य सूत्रस्य प्राप्तिः भवेत् इति निर्णेतुम् एकं सूत्रं साहाय्यं करोति. तर्हि महोदय, अत्र सुपि च यदि कार्यं करोति तर्हि वृक्षयोगाभ्यास् तस्य रूपं किं भवति? वृक्षेभ्यः. सुपि च यदि कार्यं करोति, सुपि च कार्यं वृक्षाभ्यः बहुवचने दीर्घं भवितव्यं, तत्र दीर्घं भवितव्यं सुपि च, परन्तु अत्र बहुवचनमस्ति तस्मात् बहुवचने जल्येत् इति सूत्रेण एत्वं भवति, ए भवति, एत्वं भवति, तर्हि सुपि च कार्यं करोति तर्हि रूपं भवति वृक्षाभ्यः, जल्येत् कार्यं करोति तर्हि रूपं भवति वृक्षेभ्यः. तर्हि अधुना प्रश्नः अस्ति अत्र किं कर्तव्यं, किं किं रूपं समीचीनं, किं रूपम् असमीचीनं, तस्य निवारणार्थम् एकं सूत्रमस्ति अग्रे, तत् सूत्रं वयम् अधुना पठिष्यामः. बहु महत्त्वपूर्णं सूत्रमस्ति अष्टाध्याय्यां. तर्हि महोदय पठतु अग्रे. विप्रतिषेधे परं कार्यं समानकाले तुल्यबले सूत्रे कार्यं कर्तुम् आयातः चेत् परसूत्रस्य कार्यं पूर्वं भवति. विप्रतिषेधे सप्तम्यन्तं परं प्रथमान्तं कार्यं प्रथमान्तं त्रिपदयुगं सूत्रं विप्रतिषेध इत्युक्ते समानबलयोः सूत्रयोः सङ्कर्षणः. यदि समानबलमस्ति, यदि सूत्रद्वयस्य समानबलमस्ति चेत् किं सूत्रं प्रथमं कर्तव्यम् इति सूत्रं वदति. एकनिमिषः, यत्र तुल्यबलविरोधः अस्ति नाम यत्र एकस्मिन् एव स्थले युगपद् द्वे सूत्रे आगत्य कार्यं कर्तुं इच्छतः, तथापि प्रत्येकसूत्रस्य अन्यत्र लब्ध अवकाशः अस्ति चेत् यत् सूत्रम् अष्टाध्याय्यां परमागच्छति अनन्तरम् आगच्छति तस्य सूत्रस्य कार्यं प्रथमं भवति. विप्रतिषेधे परं कार्यं सूत्रं वदति. अस्तु, अस्य सूत्रस्य सहायतया अधुना वदतु वृक्ष प्लस् भ्यस् किं भवति, पठतु। वृक्षयोगभ्यस् विप्रतिषेधे परं कार्यं सुपि च इति 73102 इत्यस्य अपेक्षया बहुवचने जल्ये 73103 एवं परम् अस्ति, अतः तत् बलवत् एकारादेशः वृक्ष एभ्यः वृक्षेभ्यः बहुवचने जल्ये परं सूत्रम् अनन्तरं भवति विप्रतिशे सुपि च अनन्तरं बहुवचने जल्येत् इति भवति, तस्मात् परसूत्रम् एव कार्यं करोति। परसूत्रं वदति बहुवचने झलि एत् भवति, एतत् भवति, तस्मात् वृक्षयोग एभ्यः वृक्षेभ्यः। तर्हि अधुना वयं द्रष्टुं शक्नुमः यत् पाणिनिना सूत्राणां क्रमः केन रूपेण कृतं। तर्हि सः जानाति अत्र वृक्षाभ्यां वृक्षयोगभ्यस् मध्ये सङ्घर्षः भविष्यति, सुपि च अपि अस्ति, बहुवचने झल्येत् अपि अस्ति, अतः पश्यतु सुपि च अस्ति 43102, बहुवचने झल्येत् अस्ति 43103, एकस्मिन् एक एव सूत्रम् अनन्तरम् अस्ति, अतः तेन एतत् सर्वं ज्ञात्वा एव बहुवचने झल्येत् तेन इदं सूत्रं सुपि च इति सूत्रस्य अनन्तरं स्थापितम् तथा एकं नूतनं सूत्रं तेन लिखितं विप्रतिषेधे परं कार्यं, यत् सः वदति अहम् एतादृशः क्रमः मया कृतः परं सूत्रम् अस्ति तस्य कार्यं प्रथमं भवति, तुल्यबलविरोधः अस्ति चेत्। तर्हि अत्र बहुवचने झल्येत् परं कार्यमस्ति सुपि च, अतः तस्य प्रथमं कार्यं भवति वृक्षयोग एभ्यः वृक्षेभ्यः। मध्ये विप्रतिषेधे परं कार्यं सूत्रसङ्ख्या किम्? 142. एकः प्रश्नः अस्ति अत्र वृक्ष योगभ्यास् दृष्टवन्तः, वृक्षयोगभ्यां किमर्थं वृक्षाभ्यां भवति? वृक्षयोगभ्यां मध्ये बहुवचने झल्येत् सूत्रस्य प्रसक्तिः एव नास्ति खलु, बहुवचने नास्ति, द्विवचने अस्ति खलु, अस्तु अस्तु, तर्हि तत्र तु प्रश्नः एव नास्ति, सङ्घर्षः एव नास्ति, एक एव सूत्रमस्तु। अस्तु तर्हि अस्तु तर्हि महोदय धन्यवादः, मीना महोदय धन्यवादः। अग्रे सुमन महोदय भवती एव पठतु अग्रे। अस्तु, अष्टाध्याय्यां यत्र यत्र तुल्यबलविरोधः, अष्टाध्याय्यां यत्र यत्र तुल्य बलविरोधः तत्र तत्र विप्रतिषेधे परं कार्यम् आगत्य सूचयति यत् परसूत्रस्य कारं पूर्वं भवति, परसूत्रस्य कार्यं पूर्वं भवति, ध्येयं यत् अस्य सूत्रस्य प्रसक्ति नास्ति त्रिपाद्याम्। अग्रे इयं सूचना प्राप्यते, अग्रे पठामि पठतु। अस्तु, अध्याय दृष्ट्या पाददृष्ट्या सूत्रसङ्ख्यादृष्ट्या एकं सूत्रं परम् अस्ति चेत् तत् सूत्रं परसूत्रम् इति उच्यते। अस्तु, अष्ट एतत् सूत्रं विप्रतिषेधे भवान् उक्तवान् 142 किम्? आमाम्। अस्तु, विप्रति षेधे परं कार्यम् एतत् सूत्रं वदति तुल्यबल विरोधः अस्ति चेत् परसूत्रं कार्यं करोति न तु पूर्वसूत्रम्. परसूत्रं पूर्वसूत्रं किम् इत्युक्ते तत्र सूत्र अष्टाध्याय्यां सूत्रसङ्ख्या अस्ति. सूत्रसङ्ख्या अनन्तरम् आगच्छति चेत् तत् परसूत्रं, नो चेत् तत् सूत्रसङ्ख्या न्यूनम् अस्ति चेत् पूर्व न्यूनम् अस्ति चेत् पूर्वसूत्रं. तर्हि अष्टाध्यायी मध्ये यत् सूत्रं प्रथमं पूर्वम् आगच्छति तत् पूर्वसूत्रम्, अनन्तरम् आगच्छति तत् परसूत्रम्. परसूत्रं तर्हि परसूत्रस्य कार्यं भवति. अस्तु अग्रे. इदानीम् आद्गुणः अस्ति 6.1.87, वृद्धिरेचि अस्ति 6.1.88 इति पश्येम. अस्माभिः दृष्टं यत् अत्र योग एव इति स्थितौ वृद्धिरेचि इत्यस्य प्राबल्यम् अस्ति अपवादत्वात्. वृद्धिरेचि इत्यस्य अन्यत्र लब्धावकाशो नास्ति, अतः अत्रैव अत्र योग एव कार्यं कार्यं साधनीयम्. पूर्वं वयं दृष्टवन्तः वृद्धिरेचि कार्यं करोति किमर्थम् इत्युक्ते तत्तु अपवादसूत्रम् अस्ति. अपवादसूत्रम् अस्ति चेत् अपवादसूत्रमेव कार्यं करोति. गतसप्ताहे अपि चर्चितवन्तः सब्सेट् अस्ति चेत् तदेव कार्यं करोति. यस्य संक्षेप लघु अस्ति एण्ड् फुल्लि इन्क्लूडेड् अस्ति चेत् तदेव कार्यं करोति इति. अत्र पश्यामः चेत् वृद्धिरेचि अपि पूर्वसूत्रम् अपि अस्ति. तद् तद् तद् तत् सूत्रं परसूत्रम् अस्ति इति तु अस्ति, परन्तु तस्य महत्त्वम् अस्ति न वा इति अस्ति अस्ति तत् अग्रे पठतु एकवारम्. अस्तु, न भवति खलु, क्योकि यतः तुल्यबल सूत्रे नास्ति. तदेव लिखितमस्ति अग्रे. अस्तु, वृद्धिरेचि परसूत्रम् अस्ति, तथापि अत्र विप्रतिषेधे परं कार्यम् इत्यनेन सर्वस्य कार्यं न सिद्ध्यति. स्वस्य क्षम्यतां, स्वस्य कार्यं न सिद्ध्यति. एकनिमिषं महोदय, अनन्तरम् एकवारं पठनानन्तरं पृच्छतु. सुमन् महोदय पठतु. स्वस्य कार्यं न सिद्ध्यति यतः अत्र तुल्यबलविरोधः नास्ति. विप्रतिषेधः इत्युक्तौ तुल्यबलविरोधः परसूत्रस्य कारणं भवति. यदा विप्रतिषेधः विद्यते अत्र योग एव इति स्थितौ विप्रतिषेधः नास्ति. वृद्धिरेचि अत्र कार्यं न करोति चेत् कुत्रापि कर्तुं न शक्यते. अन्यत्र लब्धावकाशः नास्ति, अतः अत्र विप्रतिषेधे परं कार्यम् इति सूत्रस्य प्रसक्तिः नास्ति. क्षम्यतां, प्रसक्तिः नास्ति एव. किम् अधुना वदतु किं लिखितमस्ति. अस्तु, सूत्रसङ्ख्या पश्यन्ति चेत् आद्गुण अस्ति 6.1.87, वृद्धिरेचि अस्ति 6.1.88. सूत्रसङ्ख्या अनुसार वृद्धिरेचि परसूत्रम् अस्ति, अतः प्रायः विप्रतिषेधे परं कार्यं सूत्रस्य प्रसक्तिः अस्ति, अतः वृद्धिरेचि कार्यं करोति इति प्रायः चिन्तितुं शक्नुवन्ति. किन्तु विप्रतिषेधे परं कार्यं सूत्रस्य अत्र प्रसक्तिः एव नास्ति यतः आद्गुणः वृद्धिरेचि तुल्यबले सूत्रे न स्तः. ते तु वृद्धिरेचि अत्र कार्यं न करोति चेत् तत् किम् अन्य कुत्रापि कार्यं न कर्तुं शक्ष्यति. अतः वृद्धिरेचि आद्गुणस्य अपवादसूत्रम् अस्ति. अतः तस्मात् कारणात् वृद्धिरेचि अत्र कार्यं करोति, न तु सूत्रसङ्ख्या अनुसारकार्यं करोति. एतद् एषः बहु महत्त्वपूर्णः बिन्दुः अस्ति. सामान्यतया परसूत्रं परसूत्रं परसूत्रम् इति उक्त्वा वयं कार्यं कुर्मः, यथा परसूत्रम् अस्ति प्रथमं कार्यं करोतु, परसूत्रम् अस्ति प्रथमं कार्यं करोतु. परन्तु परसूत्रस्य महत्त्वं तदैव भवति यदा तुल्यबलविरोधः अस्ति. नाम यदा ये सूत्रे स्तः ते तुल्यबले स्तः, नाम उभयोः सूत्रयोः अन्यत्र अन्यत्र अवकाशः अस्ति चेद् एव परसूत्र अस्ति वा न वा इति द्रष्टव्यम्. परन्तु यत्र एकसूत्रम् अन्यसूत्रस्य यदा अपवादः अस्ति, तत्र केवलम् अपवादत्वात् सूत्रस्य कार्यं भवति, न तु परसूत्रम्. अतः यतोहि यद्यपि वृद्धिरेचि तस्य सूत्रसङ्ख्या आद्गुण स्य अनन्तरम् अस्ति, परन्तु तस्य अत्र कोऽपि महत्त्वं नास्ति, यतोहि तत्तु अपवादः अस्ति. अपवादत्वात् तस्य कार्यं प्रथमं भवति, न तु विप्रतिषेधे परं कार्यम् इति सूत्रं. सर्वे अवगच्छन्ति वा अत्र भेदः अस्ति? परसूत्रम् अस्ति तद्यपि अथवा तत् कारणं नास्ति वृद्धिरेचि तस्य कार्यस्य, तस्य कारणमस्ति अपवादत्वं. सर्वे अवगच्छन्ति वा? अहं मन्ये सर्वे अवगच्छन्ति. पृच्छतु. वाक्यद्वये द्वयमस्ति. पूर्वम् अत्र वदति सुपि च बहुवचने जल्ये च द्वयोरपि अन्यत्र लब्धावकाशः अतः तुल्यबलविरोधः अस्ति अत्र वदति. अनन्तरं वृद्धिरेचि परसूत्रम् अस्ति, तथापि अत्र विप्रतिषेधे परं कार्यम् इत्यनेन स्वस्य कार्यं न सिद्ध्यति यतः अत्र तुल्यबलविरोधः नास्ति. वाक्यविरोधमस्ति तत्र. न महोदय, अत्र विरोधः नास्ति. अत्र द्वे उदाहरणे स्तः. एकम् उदाहरणम् अस्ति वृक्षप्लभ्यस्, अन्य उदाहरणम् अस्ति अत्र योगः एव. ओ, तर्हि वृक्षयोगः भ्यस् मध्ये द्वयोः सूत्रयोः युगपत् प्रसक्तिः अस्ति, सुपि च बहुवचने झल्ये. अत्र योगः एव, तत्रापि द्वयोः सूत्रयोः युगपत् प्रसक्तिः अस्ति, आद्गुणः वृद्धिरेचि. परन्तु स्थितिः भिन्ना अस्ति. यत्र सुपि च बहुवचने झल्येत् अस्ति, तत्र उभयोः सूत्रयोः अन्यत्र अन्यत्र लब्ध अवकाशः अस्ति. यथा अस्माभिः पूर्वं दृष्टं, सुपि च तत्र वृक्षयोगः भ्यां मध्ये तस्य स्वतन्त्र अवकाशः अस्ति, बहुवचने झल्येत् तस्य वृक्षयोगः किं वृक्षयोगः सु तत्र अपि अन्यत्र स्वतन्त्रतया लब्ध अवकाशः अस्ति. अतः तत्र विप्रतिषेधम् अस्ति, नाम तुल्यबलमस्ति. अतः तत्र परसूत्रं कार्यं करोति, बहुवचने झल्यत् कार्यं करोति, वृक्षेषु भवति. परन्तु अत्र योगः एव इति अन्य उदाहरणे यत्र आद्गुणः वृद्धिरेचि मध्ये एक युगपत् कार्यमस्ति, तत्र वृद्धिरेचि तस्य कार्यं भवति अपवादत्वात्, यतोहि तत्र विप्रतिषेधं किमपि नास्ति, तुल्यबलविरोधः नास्ति इति वार्ता अस्ति. अन्य उदाहरणं अस्ति. अतः वाक्यद्वये कोऽपि क्लेशः नास्ति, सङ्घर्षः नास्ति. अवगच्छति वा? अस्तु, सुमन् महोदय अग्रे. अस्तु, क्षम्यताम्. सुपि च बहुवचने झल्यते इति एका स्थितिः. आद्गुणः वृद्धिरेचि इति अन्या स्थितिः. पूर्वस्यां स्थित्यां विप्रतिषेधे परं कार्यम् इत्यनेन बलाबलस्य निर्णयः क्रियते. उत्तरस्यां स्थित्या सामान्य विशेषत्वम् अपवादभूतत्वम् इत्यनेन बलाबलस्य निर्णयः क्रियते. अधः चित्रद्वयम् अस्ति येन अस्माकं चित्रा भगिन्या विपरीतशेदे अपवादः चेतन्योः भेदः इति अनयोः भेदः. क्षम्यताम्, अपवादः च इति अन्योः भेदः सुन्दररीत्या निरूप्यते, अवश्यं दृश्यताम्. अधोभागे तयोः PDF अपि प्राप्यते डौन्लोड् अस्तु इति अर्थं. तर्हि अत्र धन्यवादः महोदय. तर्हि अत्र यथा सुमन् महोदय प्रायः गतरविवासरे उक्तं, तत्र किमपि सब्सेट् अथवा इति रीत्या वयं ज्ञातुं शक्नुमः, तस्य एव दर्शनम् अत्र एकम् अत्र चित्रा भगिनी अस्ति, चित्रा एक छात्रा अस्ति प्रगतवर्गे, तया एतद् चित्रं बहु सुन्दरं चित्रं कृतं येन वयं ज्ञातुं शक्नुमः यद् विप्रतिषेधः अपवादः मध्ये. अस्तु, तर्हि लीना महोदय अस्ति खलु, लीना अस्मि अस्मि महोदय, वदतु अत्र चित्रे किमस्ति. चित्रे एक अत्र अत्र वृक्षयोगाभ्यां तथा च वृक्षयोगाभ्यास तथा च वृक्षयोगः सुप् इति त्रय उदाहरणरूपेण कुत्र कुत्र कुत्र अस्ति महोदय? वेब् पेज् मध्ये अस्ति खलु महोदय, करपत्रे नास्ति किल? करपत्रे नास्ति वा? करपत्रे अस्ति, करपत्रे अपि अस्ति, नास्ति करपत्रे. अहं तु प्राप्तवती. ओ, करपत्रे प्रायः नास्ति. ओ, करपत्रे नास्ति महोदय, नास्ति हा नास्ति. भवती करपत्रे इत्युक्ते करपत्रे इत्युक्ते डौन्लोड् PDF महोदय, भवती नेट्वर्क् नास्ति वा? नेट्वर्क् अस्ति, वेब् पेज् वर् अस्ति वा? केन् यु कम् आन् द वेब् पेज्? तत्र यत् मया ईमेल् मध्ये लिङ्क् प्रेषितं तत्र क्लिक् करोतु. अस्तु महोदय, प्रयत्नं करोमि. अस्तु तर्हि महोदय, वृक्षयोगाभ्याम् इत्यत्र सुपि च इति सूत्रं कार्यं करोति. वृक्षयोगसुप् इत्यत्र बहुवचने झल्यत् इति कार्यं करोति. वृक्षयोगाभ्यास इत्यत्र सुपि च तथा च बहुवचने झल्यत् द्वयोः सूत्रयोः अपि प्रसक्तिः अस्ति, एकत्र प्रसक्तिः अस्ति. यदा एकत्र प्रसक्तिः अस्ति चेत् तत्र विप्रतिषेधः अस्ति, नाम तत्र तुल्यबल्यविरोधः अस्ति. किमर्थं? यतोहि सुपि च अन्यत्र वृक्षयोगाभ्याम् इत्यत्र अपि कार्यं करोति, तथा च बहुवचने झल्येत् अन्यत्र नाम वृक्षयोगसुप् इत्यत्र अपि कार्यं करोति, तथा च वृक्षयोगाभ्यास इत्यत्र एकत्रं तस्य द्वयोः सूत्रयोः प्राप्तिः अस्ति. अतः विप्रतिषेधे परं कार्यम् इति परिभाषायाः उपयोगम् अत्र कर्तव्यम् इति स्पष्टीकरणार्थम् एतत् चित्रम् अत्र दत्तम् अस्ति. तर्हि अत्र यत् पीतवर्णः अस्ति येल्लो मध्ये योगः भ्याम्, तत्र अन्यत्र अवकाशः अस्ति सुपि च इति सूत्रस्य, यत् किमस्ति पिङ्क् इत्युक्ते किं महोदय संस्कृते? पाटलः. पाटलवर्णः यत् अस्ति तत्र वृक्षयोगः सुप् बहुवचने, तत्र अन्यत्र अवकाशः अस्ति, परन्तु मध्ये एकत्र रक्तवर्णे योगाभ्यास तत्र एकत्र तस्य आगच्छति, अतः विप्रतिषेधः अस्ति. विप्रतिषेधः अस्ति अतः वरसूत्रस्य कार्यं भवति, वृक्षयोगः सुप् कार्यं करोति, वृक्षेभ्यः भवति. अस्तु, अधुना अग्रिमचित्रे किं दर्शितमस्ति? पठामि. अग्रिमचित्रे वृद्धिर् एचि तथा च आद्गुणयोः इत्यस्य स्पष्टीकरणम् अस्ति. नीलवर्णे अ तत्पश्चात् इ, अतत्पश्चात् उ, अतत्पश्चात् ऋ, अतत्पश्चात् लु इति योगः अस्ति चेत् किं कर्तव्यं? तथा च हरितवर्णे प्रथमं तु वदनीयं यत् अ ए अ ऐ अ ओ ए औ तदपि नीलवर्णे तु अस्ति सन्ति. नीलवर्णे अपि अस्ति तथा च हरितवर्णे अपि अस्ति सन्ति. आम्, एकत्र ओवर्लेपिङ्ग् एस् यु सेड् अर्लियर् दे आर् ओवर्लेपिङ्ग् टु ईच् अदर् एते सर्वे सब्सेट् अस्ति नीलवर्णस्य. नीलवर्णे ये सूत्रस्य यत् सूत्रस्य प्रसक्तिः अस्ति तदस्ति आद्गुणः, किन्तु हरितवर्णे यानि कानि उदाहरणानि दत्तानि सन्ति तेषां कृते वृद्धिः एचि इति विशेषसूत्रमस्ति. अतः नीलवर्णस्य हरितवर्णः नीलवर्णात् हरितवर्णः विशेषः. अतः आद्गुणः सूत्रात् वृद्धिरेचि इति सूत्रः विशेषसूत्रः. अतः तस्य उपयोगं कर्तव्यं, किन्तु अत्र विप्रतिषेधः नास्ति. किमर्थम् यदि इति वक्तव्यम् अस्ति चेत् वृद्धिरेचि इति सूत्रस्य अन्यत्र कुत्रापि प्रसक्तिः एव नास्ति, तस्य उपयोगः वयं कर्तुं न शक्नुमः. भवती सङ्घर्षः नास्ति इति वदामः वा? सङ्घर्षः तु अस्ति खलु. हा, एकस्मिन् एव स्थले द्वे सूत्रे आगतं, किं सूत्रं कार्यं करोति किं न करोति इति सङ्घर्षः तु अत्र अपि अस्ति, परन्तु विप्रतिषेधः नाम तुल्यजनविरोधः नास्ति, अपवादः अस्ति. किमर्थं? यतोहि वृद्धिरेचि तस्य कार्यक्षेत्रम् अस्ति, हरित इति हरितक्षेत्रेण तस्य कार्यक्षेत्रम् अस्ति, आद्गुणः तस्य कार्यक्षेत्रं नीलवर्णेन अत्र दर्शितमस्ति. तत्र हरितक्षेत्रं यत् अस्ति तत् सम्पूर्णरीत्या नीलक्षेत्रे आगच्छति. तर्हि यदि अ ए तत्रापि यदि यत् नीलवर्णक्षेत्रं यत् अस्ति नाम आद्गुणः अस्ति कार्यं करोति चेत् तत् हरितवर्णस्य कार्यं कुत्रापि न भवति. अतः एतादृशी स्थित्याम् अपवादत्वम् अस्ति, अतः विशेषसूत्रं सर्वदा कार्यं करोति, सामान्यसूत्रं कार्यं न इति अस्ति. तर्हि उभयोः चित्रयोः अन्तरं भेदः कः इति सर्वे द्रष्टुं शक्नुवन्ति खलु? एकस्मिन् विप्रतिषेधे इति चित्रे तु अत्र यथा सुमन् महोदयेन महोदया उक्तम् अत्र ओवर्लेप् अस्ति, नाम अन्यत्र अन्यत्र लब्धावकाशः अस्ति परन्तु किञ्चित् ओवर्लेप् अस्ति, अतः तत्र विप्रतिषेधः अस्ति। विप्रतिषेधः परं कार्यम् इति सूत्रेण परसूत्रस्य कार्यं भवति, परन्तु अपवादः इति चित्रं किं वदति यत् एकस्य सूत्रस्य कार्यक्षेत्रं यदि सम्पूर्णतया अन्यसूत्रस्य अन्तरे आगच्छति अन्ते आगच्छति तर्हि यत् विशेषसूत्रम् अस्ति तस्य अपवादः भवति, तस्य कार्यं भवति, तत्र सूत्रसङ्ख्यायाः किमपि महत्त्वं नास्ति इति वार्ता। मीन्स् देर् आर् टु पेरामीटर्स् आन् विच् वी हेव् टु डिसैड् विच् सूत्र इस् द बलवान् बलवत् अस्ति। तर्हि अधुना पर्यन्तं टु पेरामीटर्स् एव अस्माभिः कृतम्, अग्रे एव किञ्चित् निमेषानन्तरम् एव वयं पश्यामः यत् अन्यापि पेरामीटर्स् सन्ति। तर्हि अस्तु, तर्हि एतत्तु एकः महत्त्वपूर्णः भेदः अस्ति, अपवादः विप्रतिषेधः। अस्तु अग्रे पठतु महोदय। महोदय एकनिमिषः, अत्र तु एकं सर्कल् मिस्सिङ्ग् अस्ति खलु, सवर्णदीर्घ अपि नीलवर्णे एव भवति किन्तु औट् आफ् द हरित, सो इट्स् आल्सो इन्क्लूडेड् इन् अ प्लस् अ आ। तदपि अस्ति परन्तु अत्र तस्य चर्चा नास्ति अतः न दर्शितं, परन्तु अस्तु करोतु। अस्तु मम प्रश्नः अस्ति अधुना, अत्र वृद्धिरेचि तु अपवादरूपेण कार्यं करोति, अधुना अयोगः अ अथवा अयोगः आ इति वृद्धिरेचि इव सब्सेट् एव अस्ति। मम प्रश्नः अस्ति, अचः सवर्णे दीर्घः इति सूत्रम् वृद्धि क्षम्यताम् आद् गुणः इति सूत्रस्य अपवादः अस्ति न? आम् आत् प्लस् अच् अस्ति खलु, अ आ अपि तत्र भवितुं शक्नुतः। परन्तु अकः सवर्णः सम्पूर्णरीत्या आद्गुणस्य कार्यक्षेत्रे आगच्छति वा इति प्रश्नः। सम्पूर्ण न, सवर्णदीर्घ फुल् न आगच्छति, किन्तु अयोग आत् ओवर्लेप् भवति। तर्हि तत्र अपवादः नास्ति, विप्रतिषेधः अस्ति खलु? न, किन्तु अयोग आगच्छति चेत् तत्र तु अपवादः एव भवति। केवलं न, केवलम् आ न, सुमन् महोदय प्रश्नः अस्ति मम, अकः सवर्णे दीर्घः अयोगः अ यदा अस्ति तत्र अकः सवर्णे दीर्घः अपि कार्यं करोति, आद्गुणः अपि कार्यं करोति। प्रश्नः अस्ति, अकः सवर्णे दीर्घः इति सूत्रस्य अन्यत्र अवकाशः अस्ति वा यत्र तत्र कार्यं कर्तुं शक्नोति? इ योगः इ अस्ति, उ योगः उ अस्ति, तर्हि अत्र अपवादः तु नास्ति खलु, यतोहि यदि अस्तु यदि अयोगः अ मध्ये आद्गुणः अपि यदि कार्यं करोति तर्हि अकः सवर्णे दीर्घः इति निरवकाशः न भवति, तस्य इ योगः इ उ योगः उ तत्र अवकाशः भवति, अतः तत्र अपवादः नास्ति, तत्तु विप्रतिषेधः अस्ति खलु। अस्तु अधुना विप्रतिषेधः अस्ति, अतः किं द्रष्टव्यम्? असूत्रसङ्ख्या। सूत्रसङ्ख्या पश्यतु एकवारम्, अनन्तरमेव अस्ति 6.1.99। तर्हि अकः सवर्णदीर्घः तस्य सूत्रसङ्ख्या अनन्तरम् अस्ति आद्गुणः इति सूत्रस्य अपेक्षया, अतः अकः सवर्णे दीर्घः कार्यं करोति अ प्लस् अ यदा आगच्छति, अ प्लस् आ, अ प्लस् अ। अस्तु, so if you would if you would draw another circle it will overlap with the blue but not with the green, of course, yeah. Astu, tahi aguna pashyatu ekasmin eva ekasmin eva adgunah eva sutre vipratishedhasya api udaharanam asmabhih drishtam apavadasya api udaharanam tahi vriddhirechi adgunasya apavada sutram aparantu akah savarna dirghah आद्गुणः सूत्रस्य तुल्यबलविरोधः सूत्र तुल्यबलसूत्रं तत्र विप्रतिषेधपरसूत्रं कार्यं करोति. अतः आहत्य फलित अर्थः अस्ति यत् आद्गुणस्य कार्यं केवलं तदा भवति यदा अकारानन्तरम् इक् वर्णः अस्ति. इ उ रि लृ आम् तर्हि तत्तु एक स्टैल् अस्ति पाणिनिना. लैक् वन् केन् से वै डिड् पाणिनि नाट् मेन्शन् दिस् एक्स्प्लिसिट्लि. लैक् आद्गुणः इन्स्टेड् आफ् रैटिङ्ग् आद्गुणः हि कुड् हेव् डन् संथिङ्ग् लैक् आद् इकः गुणः, परन्तु मोस्ट्लि इट् वुड् हेव् बिकम् लाङ्गर्. सो वाट् एवर् मेक्स् अष्टाध्यायी एस् शार्ट् एस् पासिबल् देट् स्टैल् हि विल् अडाप्ट्. तदा अस्ति. अस्तु तर्हि हा अग्रे लीना महोदय अग्रे पठतु. अहं वा? आमाम् अधः एका परिभाषा अस्ति. अधः एका परिभाषा अस्ति यया बुद्धं यत् अपवादः बलीयान् सामान्यसूत्रस्य अपेक्षया. यत्र अपवादः अस्ति तत्र सूत्रसङ्ख्यायाः किमपि महत्त्वं नास्ति. अपवादभूतसूत्रस्य सूत्रसङ्ख्या या कापि भवतु नाम तस्य बलं भवति एव. यत्र अपवादत्वेन बलाबलस्य निर्णयः क्रियते तत्र इयं परिभाषा कार्यं करोति. परिभाषा हा अत्यन्तपुरातनाः, तेषां लेखकाः अस्माभिः न ज्ञायन्ते, परन्तु व्याकरणलोके तासां दृढा मान्यता अस्ति. तर्हि अत्र अस्ति एका परिभाषा. अस्तु तर्हि धन्यवादः महोदय. अत्र अधुना यथा महोदया उक्तं टु पेरामीटर्स् तु अस्माभिः दृष्टम्, अपवादः विप्रतिषेधः. अधुना एकं परिभाषा अस्ति पुरातनव्याकरणपरिभाषा या वदति यत् अन्य अन्य अपि स्थले कस्य कस्य प्राबल्यं भवति इति. अस्तु तर्हि मलर् महोदय अस्ति खलु. आं महोदय. पूर्वपरनित्यान्तरङ्गापवादनाम् उत्तरोत्तरं बलीयः. अनेन पूर्वसूत्रस्य अपेक्षया परसूत्रं बलवत् भवति. परसूत्रस्य अपेक्षया नित्यसूत्रं बलवत् भवति. नित्यसूत्रस्य अपेक्षया अन्तरङ्गसूत्रं बलवत् भवति. अन्तरङ्गसूत्रस्य अपेक्षया अपवादसूत्रं बलवत् भवति. एतत् परिभाषा देव अस्याः परिभाषायाः प्रथमतत्त्वद्वयं विप्रषेते परं कार्यम् इत्यस्य एव अभिव्यक्तिः. पूर्वसूत्रस्य अपेक्षया परसूत्रं बलवत्. तत्पश्चात् तत्त्वद्वय वर्तते नित्य अन्तरङ्ग अपवाद. येषाम् उपस्थितौ विप्रतिषेधे परं कार्यम् इति सूत्रं कार्यं न करोति. किं लिखितम् अधुना वदतु. एतत् परिभाषासूत्रमस्ति. तत्र वदति तत् पूर्वसूत्रस्य परसूत्रं बलवत् अस्ति. परसूत्रस्य अपेक्षया नित्यसूत्रं तत् बलवत् अस्ति. नित्यसूत्रस्य अपि अन्तरङ्गसूत्रं बलवत्. अन्तरङ्गसूत्रस्य अपेक्षया अपवादसूत्रं बलवत् अस्ति इति अत्र दत्तमस्ति. अत्र प्रथमे अहं दृष्टवन्तः विप्रतिषेधे परं कारम् इति सूत्रम्. अत्र पूर्वसूत्रस्य अपेक्षया परसूत्रमेव बलवत् अस्ति. तस्य कार्यमेव भवितुम् अर्हति. परसूत्रस्य कार्यं भवितुम् अर्हति. इदानीं अन्यत् अपि नियमः वर्तते नित्य अन्तरङ्ग अपवाद. इति अपि स्थिति अस्ति इति तर्हि अधुना अस्माभिः केवलं पूर्वपरं विप्रसिदे इति पठितं पठितं परिभाषा अस्ति. तत् क्रमः वदति सर्वप्रथमं पूर्व तस्य अपेक्षया परसूत्रं बलवत् नाम विप्रतिषेधे परं कार्यं तस्य एव अत्र तदेव सूत्रम् अत्रमस्ति पूर्वपर तर्हि तदनन्तरं परसूत्रस्य अपेक्षया नित्यसूत्रं बलवत्तरं नित्यसूत्रस्य अपेक्षया अन्तरङ्गसूत्रं बलवत्तरम् अन्तरङ्गसूत्रस्य अपेक्षया अपवादसूत्रं बलवत्तरं तर्हि अपवादसूत्रं बलवत्तमः अस्ति अपवादसूत्रं कुत्रापि अस्ति चेत् तस्य कार्यं भवति. तत्तु अस्ति खलु. तथा यदि अपवादसूत्रस्य अपि कार्यं न भवति तर्हि तस्य सूत्रस्य कुत्रापि कार्यं न भवितुं शक्नोति. सूत्र निरावकाशः भवति. निरावकाशः भवति चेत् कथं सूत्रपाणिनिना अष्टाध्याय्यां स्थापितं? तत् व्यर्थं भवति. अतः अवकाश अपवादः बलवत्तमः अस्ति. अधुना अग्रे गत्वा अधुना अस्माभिः विप्रतिषेधे परं कार्यम् इति सूत्रेण पूर्वपर तत्र तद् दृष्टम्. अपवादः अपि अस्माभिः दृष्टम्. अधुना नित्यं किम् अन्तरङ्गं किम् इति सर्वम् अधुना वयं पश्यामः. तर्हि अग्रे अधुना वयं पठामः. अस्तु, मदन महोदय अग्रे पठतु. एतावता पूर्वपर इत्यनयोः प्रसङ्गे ज्ञातवन्तः वयम्. अधुना नित्य अन्तरङ्ग अपवाद इति प्रसङ्गेषु परिशीलयाम. नित्यं कृताकृतप्रसङ्गी यः विधिः भवति सः नित्यः इत्युच्यते. समानकाले समानस्थले द्वयोः सूत्रयोः प्रसक्तिः अस्ति इति चिन्तयतु. द्वयोः मध्ये एकस्य सूत्रस्य प्रवृत्तिः कारिताः तदनन्तरमपि अपरस्य सूत्रस्य पुनः प्राप्तिः अस्ति चेत् तस्यां दशायां यत् अपरं सूत्रम् अस्ति तत् नित्यसूत्रम् इत्युच्यते. नित्यं नाम तस्य प्रसक्तिः पूर्वमपि आसीत् अनन्तरमपि अस्ति. यदा किञ्चन सूत्रं नित्यम् अस्ति तदा तत् सूत्रं प्रथममेव प्रवर्तनीयम्. नित्यम् इत्यस्मात् कारणात् बलवत्. अतः पूर्वसूत्रं नित्यम् अस्ति चेत् पूर्वसूत्रं सत्यपि पूर्वम् आयाति. नित्यम् इति किम् इत्युक्ते समानकाले द्वयोः सूत्रस्य प्रसक्तिः अस्ति चेत् द्वयोः मध्ये किं कार्यं करोति चेत् नित्यं द्वयोः मध्ये एकस्य सूत्रस्य कार्यम् अपरं नित्यसूत्रं सूत्रस्य पुनः प्राप्तिः प्रथमम् एकं कार्यं करोति चेत् तदनन्तरमपि पुनः कार्यं भवितुम् अर्हति वा? तदेव नित्यसूत्रं पूर्वमेव आसीत् अनन्तरमपि आसीत् तत्सूत्रस्य प्रसक्तिः अनन्तरमपि आगच्छति. एकं कार्यं करणीय प्रथमम् एकं सूत्रस्य प्रसक्तिः कार्यं भवति तदनन्तरं यत् अस्ति तत् सूत्रस्य प्रसक्तिः तस्य अपि अस्ति, नित्यम् अस्ति इति अहं चिन्तयामि. तर्हि किमस्ति नित्यसूत्रस्य कार्यं प्रथमं भवति तर्हि अस्तु चिन्तयतु, सूत्रद्वयमस्ति, सूत्र अ सूत्र ब, सूत्र अ सूत्र आ. तर्हि सूत्र अ सूत्र आ युगपत् एकस्मिन् एव स्थाने कार्यं कर्तुम् इच्छतः, अतः आगच्छतः. अस्तु तर्हि चिन्तयतु, प्रथमं सूत्रं सूत्र अ कार्यं करोति इति चिन्तयतु. तर्हि सूत्र अ यदि कार्यं करोति प्रथमं, तदनन्तरम् अपि सूत्र ब कार्यं कर्तुं शक्नोति, नाम सूत्र अ तस्य कार्यानन्तरम् अपि सूत्र आ तस्य प्रसक्तिः अस्ति इति चिन्तयतु. तर्हि तदस्ति चेत् सूत्र आ तस्य प्रसक्तिः अस्ति इति चिन्तयतु. अनन्तरं चिन्तयतु यत् यदि प्रथमं सूत्र आ कार्यं करोति, परन्तु सूत्र आ यदा कार्यं करोति तदा सूत्र अ कार्यं कर्तुं न शक्नोति, नाम सूत्र आ तस्य कार्यानन्तरं सूत्र अ तस्य प्रसक्तिः नास्ति. एतादृशी स्थितिः अस्ति चेत् सूत्र अ सूत्र आ सूत्र अ कृते नित्यसूत्रम् अस्ति, नाम यत् सूत्रं पूर्वमपि कार्यं कर्तुं शक्नोति, अन्यसूत्रस्य कार्यानन्तरम् अपि तस्य प्रसक्तिः अस्ति, तादृशं सूत्रं नित्यमस्ति. अतः तस्य नाम अस्ति नित्यं. नित्यम् इत्युक्ते कृत अकृतप्रसङ्गी, नाम कृतप्रसङ्गी अकृतप्रसङ्गी, नाम अन्यसूत्रः कार्यं करोति चेदपि न करोति चेदपि अस्य सूत्रस्य प्रसक्तिः भवति, तादृशं सूत्रं नित्यसूत्रम् अस्ति. तर्हि नित्यसूत्रस्य पूर्वम् एव कार्यं भवति, यदा नित्यसूत्रम् अस्ति तस्य सूत्रस्य कार्यं प्रथमं भवति, तथापि सूत्रसङ्ख्यायाः महत्त्वं नास्ति, नाम नित्यसूत्रं यदि पूर्वसूत्रमस्ति अष्टाध्यायां तदा तद्यपि तस्य कार्यं प्रथमं भवति इति वार्ता अस्ति, तत्र पूर्वपरसूत्रस्य किमपि महत्त्वं नास्ति इति वार्ता अस्ति. सर्वे अवगच्छन्ति वा नित्यसूत्रम् इत्युक्ते किम्? अग्रे उदाहरणमस्ति परन्तु सर्वे अवगच्छन्ति वा? न महोदय, किञ्चित् आपोजिट् अस्ति खलु. नित्यं सूत्रं कार्यं करोति चेत् सूत्रम् आ नित्यं भवति चेत्, नित्यं सूत्रं कार्यं करोति चेत् सूत्रम् अ कथं कार्यं कर्तुं शक्नोति? तत्र नित्यं सूत्रम् एकदा कार्यं करोति तस्य अन्यसूत्रस्य तत्र कार्यं न भवति इति अस्ति. किन्तु सूत्रम् अ कार्यं करोति चेत् नित्यं सूत्रम् अ अनन्तरमपि कार्यं कर्तुं शक्नोति खलु. अतः सूत्रम् अ प्रथमं कार्यं करोतु, अनन्तरं सूत्रम् आ कार्यं करोति. इदानीं तु भवत्याः विचारः समीचीनः, बट् अवर् एम् रैट् नौ इस् नाट् टु make both the sutras do their work. Our aim is to figure out which sutra should do the work. Because if both sutras do the work, you will get a wrong form. Tari kim asti? Atra, both the sutras are coming simultaneously. We have to figure out which sutra will do the work. Both can't do the work, because if both do the work, then you'll get a wrong answer. I mean, that's how it is arranged. So, our aim right now is just to figure out nitya sutram kim asti. Tari nitya sutram tad asti yat agre api purvam api karyam kartum shaknoti, param api karyam kartum shaknoti. Atah tasya karyam atah tasya eva karyam bhavati iti asti. Can I give a example of a routine life? Just to explain nitya sutra. Yeah, please. I will try my level best, but please help me. If I'm working in a kitchen and putting up a cooker on the gas, and I have a lid and a vessel to that lid, right? So I can put that vessel prior, I put that lid to the cooker, or I can put the lid first and I have to put the vessel afterwards. So putting a vessel is must to cook the rice, right? So here putting a vessel is like Nitya Sutra. Now how can you put the vessel into the cooker after you put the lid to the cooker? No, into the cooker, up upon the cooker. It's a pressure cooker, right? Yes, we can do, no? First we can put the vessel. Yeah, that's what I'm trying to tell you, that putting the vessel is must. That's like Nitya Sutra, which is must. We can put it prior or after. I heard, I'm sorry, I think you meant whistle. I heard vessel. No, whistle, whistle. So, not a vessel. Dhanyavada. वदामि कुकर् अस्ति प्रेशर् कुकर् तस्य लिड् लिड् अस्ति तस्य उपरि वयं सिट्टि नाम वेसल् वी पुट् अ वेसल् आन् देट् रैट् विसल् विसल् ओके सो वी केन् पुट् देट् विसल् प्रायर् वी पुट् द लीड् टु द कुकर् और् आफ्टर् पुटिङ्ग् अ लीड् टु द कुकर् So that putting that whistle is must to cook the rice. So Nitya Sutra is like putting the whistle, whether you can put it earlier or after. Yeah, but how does that explain that the whistle, so here there are two things, right? Putting the whistle first or putting the lid first, right? Yeah. So in this case you are saying putting the whistle is like Nitya Sutra. Yeah, I'm just explaining what is Nitya Sutra. Main avagatam, putting the whistle is like Nitya Sutra, so, but the analogy doesn't extend further where only Nitya Sutra does the work, that doesn't work because you have to put the lid. Yes. So, in the first part I understand. But it won't explain the paribhasha that I know. So one would think that Nitya Sutra should always come. So let the other sutra do its work first, and then let the Nitya Sutra also do the work. But yeah, that is what I thought would make more sense. But that is not how it is. Both the sutras we don't have to ensure that both the sutras work. Our goal right now is to figure out which sutra among the two has to work first. First, it is kimapi na. It is the only sutra which will do. Kevalam ekam sutram avakaryam. Which sutram applies? Which sutram to choose amongst a bucket of, amongst a bunch of sutras. Katam janami nitya sutram, etat sutram nitya sutram iti. Tadeva darshaniyam khalu. Yadi tal sutram anya sutrasya कार्यपूर्वम् अपि कार्य अनन्तरम् अपि यदि तस्य प्रसक्तिः अस्ति तर्हि तत् नित्यसूत्रमस्ति तदेव मया उक्तं तदेव महोदया अपि यत् प्रेशर् कुकर् तस्य उदाहरणं दत्तं तदपि रसमस्ति कार्यं कृत अकृतप्रसङ्गे कृत अकृतप्रसङ्गे इत्युक्ते किं यदि अन्यसूत्रं तस्य कृतं भवति तदपि अस्य सूत्रस्य प्रसक्तिः भवति अन्यसूत्रस्य यदि अकृत् भवति नाम तस्य कार्यं न भवति तदापि अस्य सूत्रस्य प्रसक्तिः भवति चेत् तत् सूत्रं नित्यसूत्रं नित्यसूत्रम् अस्ति चेत् तस्य कार्यं भवतु प्रथमम् इति न तस्य एव कार्यं भवतु प्रश्न तत् सूत्रं पूर्वसूत्रमपि अस्ति यत् अष्टाध्याय्यां यदि तत् सूत्रस्य सङ्ख्या न्यूना अपि अस्ति चेत् तस्य नित्यत्वात् तस्य कार्यं प्रथमं इति वार्ता अस्ति कम्पेरिङ्ग् ओन्ली द नित्यसूत्रं टु वन् अदर् सूत्रं रैट् इफ् देर् इस् इफ् टु सूत्र केन् अप्लै नित्यसूत्रम् इस् वन् देट् केन् अप्लै इदर् बिफोर् आर् आफ्टर् दि अदर् सूत्रं डस् इट् वर्क् या सो इफ् इट् इस् नाट् अ युनिवर्सलि नित्यं सूत्रम् No. We are always comparing two sutras. There is no Nitya Sutra, I mean, in that sense. It always depends on the context. Tahi, एकस्मिन्नेव स्थले द्वे सूत्रे आगच्छतः चेत् नित्यसूत्रस्य कार्यं भवति, अन्यसूत्रस्य कार्यं न भवति इति अस्ति। तस्य उदाहरणमपि अस्ति, परन्तु अधुना समयः समाप्तः, अतः अग्रे पठामः। अहं वदामि यत् भवन्तः सर्वे अपि एकवारं पठतु उदाहरणम्। अतीवसरलम् उदाहरणमस्ति, तेन नित्यम् इति सूत्र, नित्यम् इति किं सर्वे ज्ञातुं सर्वे अवगच्छन्ति इति अहं चिन्तयामः इति अहं चिन्तयामि, अतः एकवारं पठतु। परन्तु नित्यसूत्रमपि एकं बहु सरलं कान्सेप्ट् अस्ति। अस्तु, अग्रे अग्रिमरविवासरे वयम् उदाहरणं पठिष्यामः, तदनन्तरं नूतनविषयः अस्ति अन्तरङ्गम् इत्युक्ते किम्। शीघ्रं भवान् एव वदतु, अग्रे अग्रिमरविवासरे पठामः, किन्तु उदाहरणं ददामि। परन्तु सर्वे सन्ति खलु, अथवा एनिबडि डस् वाण्ट् समवन् वाण्ट्स् टु लीव्, नाट् शोर्, अहं वदामि। अस्तु, तर्हि धन्यवादः। हा, तर्हि अत्र तुदति अस्ति, लिखितमस्ति खलु, तुदति, तुदति मध्ये तुद् योगः लट् अस्ति। तर्हि अत्र वर्तमाने लट् इति सूत्रम् आगच्छति, तुद् योगः लट्। तदनन्तरं तित्तशि सित्तस्थ अत्र तुद् योगः ति आगच्छति। एतत् पर्यन्तं तु सर्वे जानन्ति खलु तुद् योगः ति कथम् आगच्छति। अधुना प्रश्नः अस्ति, तुद् योगः ति, अत्र ति अस्ति, तत् सार्वधातुकप्रत्ययः अस्ति, सार्वधातुकप्रत्ययः अस्ति, अतः सार्वधातुक आर्धातुकयोः इति सूत्रेण, क्षम्यतां, पुगन्तलघुपदस्य इति सूत्रेण तुद् तस्य तोद् भवितुं शक्नोति। तर्हि पुगन्तलघुपदस्य इति सूत्रस्य प्रसक्तिः आगच्छति। अन्य अपि सूत्रमस्ति, तुधादिभ्यः शः इति अपि सूत्रस्य प्रसक्तिः आगच्छति, नाम तुद् योगः ति एतस्मिन् स्थले युगपत् द्वयोः सूत्रयोः प्रसक्तिः अस्ति, पुगन्तलघुपदस्य च तुदादिभ्यः शः। तर्हि प्रश्नः अस्ति यत् तुदादिभ्यः शः अथवा पुगन्तलघुपदश्च किं सूत्रं कार्यं करोति। यदि पुगन्तलघुपदस्य इति सूत्रं कार्यं करोति, तर्हि किमपि तुद् योगः ति तस्य तोद् योगः ति इति भवति, तर्हि किमपि तोदति इति रूपं भवति, तर्हि तत्तु समीचीनं नास्ति खलु। तर्हि किमपि कोऽपि सङ्घर्षः अस्ति अत इति, एतत्तु वयं द्रष्टुं शक्नुमः खलु, सङ्घर्षः कः अस्ति। अधुना किमस्ति, यदि पुगन्तलघुपदस्य च इति सूत्रं कार्यं करोति, तर्हि प्रथमं कार्यं करोति, तर्हि तुद् योगः ति अस्ति, तस्य भवति तोद् योगः ति। अधुना अपि तुदादिभ्यः शः इति आगत्य कार्यं कर्तुं तस्य प्रसक्तिः अस्ति, यतोहि तुदादिगणः अस्ति, ति सार्वधातुकप्रत्ययः अस्ति, तर्हि तत्र श आगत्य मध्ये तोद् योगः अ योगः ति कार्यं कर्तुं शक्नोति। परन्तु यदि तुदादिभ्यः शः प्रथमं कार्यं करोति, नाम तुद् योगः ति, तदनन्तरं तुद् योगः अ योगः ति इति भवति, तर्हि अधुना पुगन्तलघुपदस्य च तस्य प्रसक्तिः अस्ति वा नास्ति वा वदतु। किमर्थं न, इदानीं तु तुदति भवति खलु, न तुद् योगः अयोगः ति अस्ति, परन्तु अधुना अ अस्ति खलु मध्ये, श प्रत्ययः अस्ति, तस्य कृते पुगन्तलघुपदस्य च इति प्रसक्तिः अस्ति वा न। तुद भवति, अतः उकारः उपधायां न भवति, न अधुना न श प्रत्ययस्य कृते तुद् अस्ति खलु, श प्रत्ययः योजयनं मा करोतु, श प्रत्ययस्य कृते गुणकार्यं भवति वा न, अपित् अस्ति खलु। तर्हि यदि यदि प्रथमं तुदादिभ्यः श कार्यं कार्यं करोति, तर्हि पुगन्तलघुपदस्य च कार्यं कर्तुं न शक्नोति, प्रसक्तिः नास्ति, अपित् अस्ति। परन्तु पुगन्तलघुपदस्य च यदि प्रथमं कार्यं करोति, तदपि तुदादिभ्यः श तस्य प्रसक्तिः अनन्तरमपि अस्ति, अतः तुदादिभ्यः शः नित्यसूत्रमस्ति। अतः तुद् योगः ति यदा अस्ति, तदा नित्यसूत्रं कार्यं करोति, तुदादिभ्यः श कार्यं करोति, अतः तुद् योगः श योगः ति भवति, अतः तदनन्तरं तु पुगन्तलघुपदस्य तस्य प्रसक्तिः एव नास्ति, रूपं भवति तो तुदति। यदि असमीचीनरीत्या यदि वयं क्रमः कुर्यामः, यदि वयं प्रथमं पुगन्तलघुपदस्य च तदनन्तरम् उदादिव्यासः करोमि वा तैरूपं किं भवति तोदति तोदति तत् समीचीनं नास्ति अतः नित्यसूत्रं प्रथमं नित्यसूत्रस्य एव कार्यं भवति तत्र भवादी अपि समान खलु किन्तु तत्र तत्र शप् आगच्छति किन्तु शप् अपित् नास्ति अतः तत्र गुणकार्यं भवति हा तर्हि तत्र तत्र अपि शप् अपि अस्ति तत्र शप् अपि आगच्छति पुगन्तलघुपदस्य अपि आगच्छति तर्हि तत्र किमपि करोतु प्रथमं तत्र रूपं समानमेव भवति आम् किन्तु तत्र अपि शप् एव आगच्छति खलु तत्रापि शप् नित्य नित्यसूत्रं वा तत्रापि तत्र शप् नित्यमिति न खलु यतोहि उगन्तलघुपदस्य तत् शप् अनन्तरमपि कार्यं कर्तुं शक्नोति अतः अत्र अत्र वस्तुतः कोऽपि समस्या नास्ति खलु द प्रोब्लम् अराइजेस् वेन् यू गेट् डिफरिङ्ग् रिसल्ट्स् Astu. But since you will get the same result. You get the same result, so it's not really a concern. Astu. Astu. Astu. Tari, anantaram puna kuryama, agarisha maha agarimara eva asani. Astu. Amma vidama maha. Dhanyavadha. Dhanyavadha maha. Bahu samichinam. Dhanyavadha. Dhanyavadha.